पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 213 नारद उवाच येदन्मधुवनं ताद शिवे परमपावनं देवराजाय तुष्ठेन स्थापिता विष्णुना पुरी अत्र विश्रान्तिनामेदं तीर्थं त्रिभुवनोत्तमं विविधमुक्तिदं पुंसां पवनं साधुसेविदं नित्यं वसति विश्वात्मा विष्णुश्रीकोलरूपधृक अत्र तीर्थोत्तमे पुण्ये नृपविश्रान्तिसंज्ञके बहुभिर्जन्मभिर्येण विष्णुराराधितः सदा मरणं तस्य तीर्थेऽस्मिन् जायते किल भूपदे कालिन्द्या एव कुले दुद्वितीयं हरिणा कृतं तीर्थे विश्रान्तिसंज्ञं तु यत्र कंसो निपातितः यदद्वयं समं राजन् गुणैर्वैकुण्ठदातृभिः भाग्योदयेन केनापि लभ्यते सकलार्थदम् अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्पस्य से फलम् हिमाचलोपत्यकायां किरातनगरे शुभे ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः तस्य पत्नी दुराचारा दुराचारनरे तदा कर्मणा मोहयामास पदिं सा बन्धकीवरा पदिस्तया मोहितस्तु न निवारयितुं क्षमः तदाज्ञा तत्परो दीनः क्रयक्रीद इवाभवत् लोका उपहरन्ति स्म तं द्विजं कुलडापदिम् उपहास भयात् सोऽपि निर्ययौ न गृहात् कुधीः महार्हाणि दुकुलानि भूषणानि च सा दधौ जारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरिदः अवज्ञापूर्वकं दुष्टा स्वभर्त्रे सम्प्रयच्छति एवं तया कुलटया सोऽवज्ञातं स्वहपदिः नितान्तं दुःखमापन्नो विषमत्वा मृतो निशि सा भीदा राजधपाप ह्यनया स्वैरिणी तदा अनुयास्यामि भर्तारमित्युवाच मृषावचः तयैवं शिक्षिता सख्यस्वकीयस्तां समीपगाः निवारयामासुरिति कथयित्वा महीपदे सख्य ऊचुः भो मृगाक्षि किमर्थं ते क्रियते नर्तयीदृश यत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यदा भवत्या किं सुखं दृष्टममुष्या व्यवसायिनः दरिद्रस्य समर्थस्य सखि स्वोदरपूरणः पालयैनं सुतं बालं त्वदृदे कोऽस्य पालकः मरिष्यामो वयं सर्वामृतायां त्वयि सुन्दरी गृहमेददवेक्षस्व समुत्तिष्ठवरानने जीयादयं तव सुतो यस्त्री भावि सुखप्रदः वाञ्छन्ति बान्धवा सर्वे त्वदीयास्तव जीवितम् उत्तिष्ठनिजबन्धूनां कुरु चित्तं समीहितं रुदन्ति तव रागेण वयस्या सकलाः सति निजवाक्यप्रदानेन वारयैताः सुदुःखिताः नारद उवाच इत्याकर्ण्यवचस्तास्सां दुष्टाः सा धर्मविश्रुतम् उन्नमय्यमुखं प्राह श्रावयन्ती स्वबान्धवान् सख्युवाच युष्माभिर्यद्वजो धर्मं प्रोक्तं जाने हृदं ननु तथापि स्वपदि स्त्रीभिर्मान्यो लोकद्वयप्रदः यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितं तद्वच श्रूयदं सख्यो युक्तं चेदनुमोदद या स्त्रीनिधनमापन्नं पदिमन्वेदि तत्परा पापापि सह तेनैव स्वर्गे वसति सा चिरं स्त्रीभिः पदिर्नहादव्यो निर्धनो रोगवानपि जीवन्मृतोऽनुगन्तव्यश्रुतिरेषा सनातनी विचिन्त्येदि स्वमनसि सख्योऽन्वेमि स्वकं पतिं वर्तिष्यदे स्वभाग्येन करिष्येऽहं किमस्य वै नारद उवाच युत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमधिप्रदाः ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीं सख्य उवाच जहि पूर्वं हि न शुभ्रु पश्चादन्वेहि वल्लभे समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे अस्मास्तव विनिघ्नन्त्या अनुयान्ध्या स्वकम्पतिं धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी जीवन्नयं पदिस्वीयः साध्वयं प्रतिपालितः यदुक्तं परिपत्नीभ्यां तत्त्वया विहितं सखी यावत् स्वजीवनोपायं विधातुमयमक्षमः तावत्त्वदीयभाग्येन जीविष्यति सुतस्तव नारद उवाच युक्त्युक्ता सा निववृते स्वभर्तुरनुयानदः सुतेन कारयामास तदा तद्विरधिक्रियाम् अथ कालेन कियता सुतोपनयने मदिं कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् कृतोपनयनकुण्डः स तत्त्वज्ञानवान् शिशुः गृहान् निर्गम्य सपति नारायणपरोऽभवद सदां सङ्कतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुः आरुरोहनिजं लोकमप्राप्यं योगिभिश्च तद अधः सा निर्गते पुत्रे मनो दुःखं चकार वै तस्मिन्नेव दिने राजन् भूयो जारैः सहारमद इति तैरममाणायां तस्यां जारैः समं नृप समागता जराकाले लावण्यमदनाशिनी त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहा बभूव दूदिकान्यासं कुलशीलविनाशिनी तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरद विक्रीदा क्रियदा राजन्द्रव्येण ननु सा तया तयेदि गमिधकालो दूदित्वेन क्रियान्नृप पश्चाच्छुष्करशरीरोऽस्य विगुणः समजायत तस्या कुष्ठे समुत्पन्ने गलितं ह्यङ्गपञ्चकं हस्तौ पादौ च नृपदे पञ्चमानासिका तदा एवं भूदादयहारं न लभेद कुतश्चन तदादु तत्रोदिदया दास्या सा नियतापणम् तत्र सा पतिता पापलोकान् सम्प्रार्थ्य दीनया गिराधिगिधि कुर्वाणा चक्रे सोदरपूरणम् तदिहाभ्यासवर्त्ये को द्विजः सर्वागमार्थविद तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप जनानां दुःखदं पापमिह लोके परत्र च तस्मात् पापं न कर्तव्यं मानवैर्दुःखभीरुभिः पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै न तदा चरिते भूयो न तत्फलमवाप्नुयात् यत्कृत्वा मुहुरेणांसि प्रायश्चित्तं करोति न तस्यास्य इव पापाया गतिरत्र परत्र च अनया पापसङ्घातो लोकेऽत्र समुपार्जितः इहैव तद्फलं भुङ्क्ते भोक्ष्यते नरकेऽप्यसौ सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणां प्रायश्चित्तं न च स्त्रीणां विमुखानां तु कर्मणः नारद उवाच इत्युक्त्वा सद्विजश्रेष्ठो नमस्कृत्य रविं ययौ विष्णुं संस्मृत्य संस्मृत्य भीदस्तदव लोकनाद एवं सा दुःखमापन्ना भुञ्जाना कर्मणः फलम् अर्जितस्य स्वयं राजन् मृदा कतिपयैर्दिनैः न तस्या अग्निसंस्कारसंजातः पापकर्मणः आकृष्य केशे सा नीत्वा स्वपचैर्नगराद् बहिः मरणावसरे तस्य यमभृत्या समागतः प्रापैभ्य यादनादेहां तां निन्युर्भास्करे पुरीं सौम्यस्य धर्मिणां देवसाक्षात् गुह्यस्तु पापिनां तस्य विलोकनाद्भूय सोऽप्यभूद्वै पराङ्मुखः भृत्यानाज्ञापयामास यम एव पराङ्मुखः रौरवे नरके घोरे पात्यदां सामयेदिदा इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवे न्यपादयन्नधोववक्त्रां स्मरन्तीं कर्म यत्कृतम् एकमन्वन्तरं यावत् सा स्थित्वा तत्र रौरवे पश्चाद्गोधा समुत्पन्ना श्मशाने मृदमांसभुक तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः फलं मृतकमांसे कुर्वत्याहारमुत्कटम् एकदा स मुने पुत्रो योऽस्या कुक्षौ व्यजायत विप्रयोनौ समायादश्मशाने तत्र पर्यटन् मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नदीं ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरं स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरं मुनिपुत्र उवाच एतां तु तारयाम्यद्य दुस्तरात् दुःखवारिधेः अपो न मुच्यते जन्तुर्जातपापेन कर्मणा आत्मनोपार्जितेनैव भोगकालावधिं विना अस्या कालो व्यदीयाय निरये मानवाभिधः साम्प्रतं च जनैस्त्वत्र वत्सराणां शतं गदम् कियदग्रेजभोक्तव्यमेदया पापमुल्बणम् नारद उवाच इत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा पुनरात्मानमादेहं सद्विजप्रवरो नृप मुनिपुत्र उवाच अहो कल्पशदेनापि निस्तरोऽस्या न दृश्यते विना सत्यीर्थमरणं शरणं वा रमापतेः अथवा पिण्डदानेन कयायां मत्कृतेन च विन्यास्या सद्गतिं नैव कल्पकोटिशतैरपि न खडेतद्वयं चास्या अस्यां योनौ कदाचन तत्तीर्थविषये मृत्युः सेवायां श्रीपदे रतिः अस्या उद्धारहेतुर्वै मग्नायाः पापसागरे भविता मत्कृतं श्राद्धं गयाया च हित्रकम् नारद उवाच इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम् आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणं निशम्य पुत्रवचनं मातृदुःखनिवेदकम् उवाच स मुनिश्रेष्ठपुत्रं प्रणदकन्धरं मुनिरुवाच एतादमादरं स्वीयां शीघ्रमुद्धर दुर्गदेहे नयविद्भूपदिशत्रोर्जयलक्ष्मीमिवावहे न तारयदि यः पुत्रो मातरं पितरं स्वकं दुःखात् स यादि नरगं यदि तारयितुं क्षमः स्वपुत्रात् प्राप्य पानीयं पिण्डाश्च वरतीर्थके पितरो नरकात् स्वर्गं स्वर्गाद्यान्ति हरे पदम् तस्मादाशु समुत्तिष्ठ गच्छ गाण्ढवकानने तत्रास्ति यमुना पुण्या मुनिवर्य निषेविता तत्तीरेस्ति हरिप्रस्थं सर्वतीर्थमयं ततः पुण्यमधुवनं तत्र विष्णुना स्थापितं स्वयं तत्र स्नात्वा तु विधिवत् कृत्वा नित्यक्रियां निजां तामुद्दिश्य पुरुश्राद्धं स्वप्रसूं च कुरुक्रियां त्वया तत्र कृते शार्दे तस्या सद्गतिमिच्छत सा प्राप्स्यति हरेर्लोकं हित्वा गोधाङ्गमुल्बणम् गयायां पिण्डदानेन यद्फलं ताद जायते तदशतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् इदानीं वर्तते ताद कन्याराशिगतो रविः पुत्र गत्वा कुरुश्राद्धं पूर्वानुद्दिश्य बान्धवान् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः ॐ